पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 17 शौनक उवाच विष्णुपादोदकस्यापि माहात्म्यं पापनाशनं कथयस्व महाप्राज्ञ समूलं मे कृपार्णव सूत उवाच समस्तपादगध्वंसि विष्णुपादोतकं शुभं कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेद विष्णुपादोतकं ब्रह्मन् स्पर्शदः पापनाशनम् अकालमरणं नास्ति गङ्गास्नानफलं लभेद विष्णुपादोतकं पापी यः पिबेत्तस्य किल्बिषम् शरीरस्थं क्षयं व्याधि कृतं ब्रह्मन्न संशयः तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज यो वहेच्छिरसा भक्त्या चान्दे यादिहरेर्गृहं मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः धेनुकोटिसहस्राणि यत्फलं लभते नरैः दत्त्वा पादोतकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवं यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते हरिपादोतकं स्पृष्ट्वा तस्मात् कोटि गुणं नरैः कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः विष्णुपादोतकं स्पृष्ट्वा फलं तस्माद्विजाधिकं दन्तिकोटिप्रदानेन सप्तिकोटिप्रदाननः यत्फलं लभते मर्त्यस्पृष्ट्वा पादोतकं हरेः दत्त्वा मर्त्यसप्तद्वीपां सस्यां यद्फलं लभेद विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेद शृणु विप्रवक्ष्यामि सङ्क्षेपेणाधिकं किमु विष्णुपादोदकं स्पृष्ट्वा पापीयादि हरेर्गृहं शौनक उवाच स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहं कथयस्व हरे सूदममत्वं चानुकम्पया सूत उवाच पुरा त्रेदायुगे पापी नाम्ना विप्रसुदर्शनः जनार्दनदिने नित्यमश्नीयात्सद्विजोत्तम शास्त्रनिन्दाकरो नित्यं व्रतनिन्दाकरः सदा असावन्यं न जानाति केवलं स्वोदरं विना एकदा प्राप्तकालस्तु निधनं प्राप्तवान् द्विज यमदूताः समायादा बद्ध्वा नीदो यमालयं तं दृष्ट्वा यमुना भ्रादा पप्रच्च सचिवं रुषा भो मात्यच्चास्य यत्पुण्यं पापं वद समूलदः असौ विप्रो महापापी क्रूरकर्मेव दृश्यते चित्रगुप्त उवाच आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम् वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो वासरे कमला भर्तुश्चाश्नीयाद्यो नराधमः पुरीशं सोऽश्नीयाद्राजन्निरयं व्यादिदारुणं मन्वन्तरशतं देहिस्थानं तु निरयेऽप्यमुं ग्रामक्रोडस्य यो नौ हि ततो जन्म भविष्यति सूद उवाच यमाज्ञया ततो विप्र तस्य दूतैर्भयङ्करैः बाधितस्तु पुरीषे वै मन्वन्तरशताधिकम् ततो मुक्तो भवच्चासौ पृथिव्यां ग्रामसूकरः चिरं नरकमश्नीयाद्धरिवासरभोजनात् ततो विप्रप्राप्तकालः पञ्चत्वं सजगामः काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा एकस्मिन् दिवसे विप्रश्रीहरेश्चरणोदकं द्वारदेशे स्थितं पीत्वा सर्वपापविवर्जितः तस्मिन्नेव दिने काकः पतितशम्बरस्य च काले मृत्युदशां प्राप्तो व्याधेन वायसोऽपि च आगदे स्यन्दने दिव्ये राजहंसयुधे शुभे आरुह्य बलिभुग्विप्रययौ स हरिमन्दिरम् पादोदकस्य माहात्म्यं कथितं पापनाशनं यशृणोति नरः पापी तस्य पापं विनश्यति इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे चरणोदकमाहात्म्ये सप्तदशोऽध्यायः ॐ